सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्यदोषैः एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः। एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव स्यादिति प्राप्ते इदमुच्यते। सूर्यः यथ चक्षुषः आलोकेन उपकारं कुर्वन् मूत्रपुरीषादि अशुचिप्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षुः अपि सन् न लिप्यते चाक्षुषैः अशुच्यादिदर्शननिमित्तैः आध्यात्मिकैः पापदोषैः बाह्यैश्च अशुच्यादिसंसर्गदोषैः एकः सन् तदा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः। लोको हि अविद्यया स्वात्मनि अध्यस्तया कामकर्मोद्भवं दुःखम् अनुभवति, न तु स परमार्थतः स्वात्मनि। यथा रज्जुशुक्तिक ऊषरगगणेषु सर्परजतोदकमलानि न रज्ज्वादीनां स्वतो दोषरूपाणि सन्ति, संसर्गिणी विपरीतबुद्धि अध्यासनिमित्तात्तु तद्दोषवत् विभाव्यन्ते, न तद्दोषैः तेषां लेपः। विपरीतबुद्धि अध्यासवाक्याहिते तथा आत्मनि सर्वो लोकः क्रियाकारकफलात्मकं विज्ञानं सर्पादिस्थानीयं विपरीतमध्यस्य तन्निमित्तं जन्ममरणादिदुःखमनुभवति, न तु आत्मा सर्वलोकात्मापि सन् विपरीत अध्यारोपनिमित्तेन लिप्यते लोकदुःखेन। कुतः बाह्यः रज्ज्वादिवदेव विपरीतबुद्ध्यध्यासबाह्यो हि स इति। एको हि सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति तमात्मस्थं येन पश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषां। किञ्च स हि परमेश्वरः सर्वगतः स्वतन्त्रः एकः, न तत् समो अभ्यधिको वा अन्यो अस्ति। वशी सर्वं हि अस्य जगद्वशे वर्तते। कुतः सर्वभूतान्तरात्मा यत् एकमेव सदा एकरसम् आत्मानं विशुद्धविज्ञानघनरूपं नामरूपादि अशुद्धोपाधिभेदवशेन बहुधा अनेकप्रकारेण यः करोति स्वात्मसत्तामात्रेण अचिन्त्यशक्तित्व तम् आत्मस्थं स्वशरीरहृदयाकाशे बुद्धौ चैतन्याकारेण अभिव्यक्तम् इत्येतत्। न हि शरीरस्य आधारत्वम् आत्मनः आकाशवदमूर्तत्व आदर्शस्थं मुखमिति यद्वत्। तमेतम् ईश्वरम् आत्मानं ये निवृत्तबाह्यवृत्तयः अनुपश्यन्ति आचार्य आगम उपदेशं मनो साक्षात् अनुभवन्ति धीराः विवेकिनः, तेषां परमेश्वरभूतानां शाश्वतं नित्यं सुखम् आत्मानन्दलक्षणं भवति, न इतरेषां बाह्यासक्तबुद्धीनाम् अविवेकिनां स्वात्मभूतमपि अविद्याव्यवधानात्। नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान् तमात्मस्थं येन पश्यन्ति धीराः तेषां शान्तिश्शाश्वती नेतरेषाम्। किञ्च नित्यः अविनाशी नित्यानाम् अविनाशिनः, चेतनः चेतनानां चेतयितॄणां ब्रह्मादीनां प्राणिनः, अग्निनिमित्तमिव दाहकत्वम् अनग्नीनाम् उदकादीनाम् आत्मचैतन्यनिमित्तमेव चेतयितृत्वम् अन्येष। किञ्च स सर्वज्ञः सर्वेश्वरः कामिनां संसारिणां कर्मानुरूपं कामान् कर्मफलानि स्वानुग्रहनिमित्तांश्च कामान् यः एको बहूनाम् अनेकेषाम् अनायासेन विदधाति प्रयच्छति इत्येतत्। तम् आत्मस्थं ये अनुपश्यन्ति धीराः तेषां शान्तिः उपरतिः शाश्वती नित्य स्वात्मभूता एव स्यात्, न इतरेषाम् अनेमं विदधनं। तदेतदिति मन्यन्ते अनिर्देश्यं परमं सुखं कथं नु तद्विजानीयां किमु भाति विभाति वा। यत्तदात्मविज्ञानसुखम् अनिर्देश्यं निर्देष्टुम् अशक्यं परमं प्रकृष्टं प्राकृतपुरुषवाङ्मनसयोः अगोचरमपि सन् निवृत्तैषिण ये ब्राह्मणाः ते तदेतत् प्रत्यक्षमेवेति मन्यन्ते। कथं नु केन प्रकारेण तत्सुखम् अहं विजानीयाम्, इदमिति आत्मबुद्धिविषयम् आपादयेयं यथा निवृत्तविशेषणयतयः। किमु तद्भाति दीप्यते प्रकाशात्मकं तत् यतो अस्मान् बुद्धिगोचरत्वेन विभाति विस्पष्टं दृश्यते किं वा न इति न तत्र शून्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः तमेव भान्तम् अनुभाति सर्वं तस्य भासा सर्वमिदं विभाति अत्र उत्तरमिदं भाति च विभाति च इति कथं न तत्र तस्मिन् स्वात्मभूते ब्रह्मणि सर्वाभासकोऽपि सूर्यः भाति तद्ब्रह्म न प्रकाशयति इत्यर्थः तथा न चन्द्रतारकं नेमा विद्युतो भान्ति कुतः अयम् अस्मदृष्टिगोचर अग्निः किं बहुन यदिदम् आदित्यादिकं भाति तत् तमेव परमेश्वरं भान्तं दीप्यमानम् अनुभाति अनुदीप्यते यथा जलोन्मुखादि अग्निसंयोगात् अग्निं दहन्तम् अनुदहति न स्वतः तद् तस्यैव भासा दीप्त्य सर्वमिदं सूर्यादि विभाति यत् एवं तदेव ब्रह्म भाति च विभाति च कार्यगतेन विविधेन भासा तस्य ब्रह्मणो भारूपत्वं स्वतो अवगम्यते न हि स्वतो अविद्यमानं भासनं अन्यस्य कर्तुं शक्यं घटादीनाम् अन्य अवभासकत्व अदर्शन भारूपाणं च आदित्यादीनां तद्दर्शन इति पञ्चमवल्लीभाष्यम् षष्टीवल्ली ऊर्ध्वमूलो वाक्शाख एषोश्वत्तः सनातनः तदेव शुक्रं तद्ब्रह्म तदेवामुच्यते तस्मिन् लोकाश्रिताः सर्वे तदुनात्येति कश्चन एतद्वैततम् तूलावधारणेनैव मूलावधारणं वृक्षस्य यथा क्रियते लोके एवं संसारकार्यवृक्षावधारणेन तन्मूलस्य ब्रह्मणः स्वरूप अवधिधारयिष्य इयं षष्टिवल्ली आरभ्यते ऊर्ध्वमूलः ऊर्ध्वं मूलं यत् तद्विष्णोः परमं पदम् अस्य इति स्वयम् अव्यक्तादिस्थावरान्तः संसारवृक्षः ऊर्ध्वमूलः वृक्षश्च व्रश्चनातो विनश्वरत्वात् अविच्छिन्नजन्मजरामरणशोकादि अनेक अनर्थात्मकः प्रतिक्षणम् अन्यथा स्वभावः मायामलीच उदकगन्धर्वनगरादिवतो दृष्टनष्टस्वरूपत्वात् अवसाने च वृक्षव अभावात्मकः कदलीस्तम्भवतो निस्सारः अनेकशतपाषण्डबुद्धिविकल्पास्पदः तत्त्वविजिज्ञासुभिः अनिर्धारित इदं तत्त्वः वेदान्तनिर्धारितपरब्रह्ममूलसारः अविद्याकामकर्म अव्यक्तबीजप्रभवः अपरब्रह्मविज्ञानक्रियाशक्तिद्वयात्मकहिरण्यगर्भाङ्कुरः सर्वप्राणिलिङ्गभेदस्कन्दः तत्तत्तृष्णाजल आसेक उद्धृतदर्पः बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्या उपदेशपलाशः यज्ञदानतपादि अनेकक्रियासुपुष्पः सुखदुःखवेदना अनेकरसः प्राण्युपजीव्य अनन्तफलः तत्तत्तृष्णासलील अवसेकप्ररूढजटिलीकृतदृढबद्धमूलः सत्यनामादि सप्तलोकब्रह्मादिभूतपक्षीकृतनीडः प्राणिसुखदुःख उद्भूत हर्षशोकजात नृत्यगीतवादित्रक्ष्वेलित आस्फोटित हसित आकृष्ट रुदित आहा मुञ्च मुञ्च इत्यादि अनेकशब्दकृतमूलीभूतमहारवः वेदान्तविहितब्रह्मात्मदर्शन असङ्गशस्त्रकृत उच्छेदः एषः संसारवृक्षः अश्वत्थः अश्वत्थवतु कामकर्म वातेरितनित्यप्रचलितस्वभावः स्वर्गनिरकत्रिप्रेतादिभिः शाखाभिः अवाक्शाखः अवाञ्चः शाखा यस्य सः सनातनः अनादित्वात् चिरप्रवृत्तः यदस्य संसारवृक्षस्य मूलं तदैव शुक्रं शुभ्रं शुद्धं ज्योतिष्म चैतन्यात्मज्योतिस्वभावं तदेव ब्रह्म सर्वमहत्वात् तदेव अमृतम् अविनाशस्वभावम् उच्यते कथ्यते सत्यत्व वाचारम्भणं विकारो नामधेयम् अनृतम् अनितम् अतोमर्थ्यं तस्मिन् परमार्थसत्ये ब्रह्मणि लोकः गन्धर्वनगरमरीच्युदक मायासमाः परमार्थदर्शन अभाव आगमनाः श्रितः आश्रितः सर्वे समस्ताः उत्पत्तिस्थितिलयेषु तदु तद्ब्रह्म नात्येति न अतिवर्तते मृदादिकमिव घटादिकार्यं कश्चन कश्चिदपि विकारः एतद्वै तत् यदिदं किञ्च जगत्सर्वं प्राणये जति निःसृतं महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति यद्विज्ञानादमृता भवन्ति इत्युच्यते जगत्त्वमूलं तदेव नास्ति ब्रह्म असत एव इदं निःसृतम् इति तन्न यदिदं किञ्च यत्किञ्च इदं जगत्सर्वं प्राणे परस्मिन् ब्रह्मणि सति येजति कम्पते ततः एव निःसृतं निर्गतं सतु प्रचलति नियमेन चेष्टते यदेवं जगदुत्पत्त्यादिकारणं ब्रह्म तत् महद्भयं महच्च तद्भयञ्च विवेति अस्मादिति महद्भयं वज्रमुद्यतम् उद्यतमिव वज्रम् यथा वज्रोद्यतकरं स्वामिनम् अभिमुखीभूतं दृष्ट्वा भृत्यः नियमेन तच्छासने वर्तन्ते तथा इदं चन्द्रादित्यग्रहनक्षत्रतारकादिलक्षणं जगत्सेश्वरं नियमेन क्षणमपि अविश्रान्तं वर्तते इति उक्तं भवति ये एतत् विदुः स्वात्मप्रवृत्तिसाक्षीभूतम् एकं ब्रह्म अमृतः अमरणधर्माणः ते भवन्ति भयादस्याग्निस्तपति भयात्तपति सूर्यः भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः कथं तद्भयात् जगद्वर्तते इति आह भयात् भीत्य अस्य परमेश्वरस्य अग्निः तपति भयात्तपति सूर्यः भयादिन्द्रश्च वायुश्च मृत्युः धावति पञ्चमः न हि ईश्वराणां लोकपालानां समर्थानां सतां नियन्त चेत् वज्रोद्यतकरोतु नस्य स्वामिवयभीतानामिव भृत्यानां नियतप्रवृत्तिः उत्पद्यते य चेदशकेद्बोद्धुं प्राक् शरीरस्य विस्रसः ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते तच्च इह जीवन्येव चेत् यदि अशकत् शक्तः सन् जानाति इत्येत भयकारणं ब्रह्मबोद्धुम् अवगन्तुं प्राक् पूर्वं शरीरस्य विस्रसः अवस्रंसनात् पतनात् संसारबन्धनात् विमुच्यते न चेत् अशकद्बोद्धुं ततः अनवबोधातु सर्गेषु सृज्यन्ते येषु स्रष्टव्याः प्राणिनः इति सर्गः पृथिव्यादयः लोकाः तेषु सर्गेषु लोकेषु शरीरत्वाय शरीरभावाय कल्पते समर्थो भवति शरीरं गृह्णाति इत्यर्थः तस्मात् शरीरविस्रंसनात् प्राग् आत्मावबोधाय यत्नः आस्तेयः यस्मात् इहैव आत्मनः दर्शनम् आदर्शस्तस्यैव मुखस्य स्पष्टम् उपपद्यते न लोकान्तरेषु ब्रह्मलोकादन्यत्र स च दुष्प्रभः